पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 52 शेष उवाच चम्पकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली पुत्रदुःखपरीताङ्गो जगामस्यन्दने स्थितः कपीन्द्रमाजुहावाद सुरथकोपसंयुधः निःश्वासवेगं सम्मुञ्चन् महाबलसमन्वितः आह्वयानं नृपं दृष्ट्वा निजं वीरकपीश्वर जगामतं महावीरो महावेगसमन्वितः तमागतं हनूमन्तं त्रिणीपूर्वं समुद्भटान् उवाच सुरथो राजा मेघगम्भीरसुस्वरः सुरथ उवाच धन्योऽसि कपिवर्यत्वं महाबलपराक्रमः येन राममहत्कृत्यं कृतं राक्षसके पुरे त्वं रामचरणस्यासि सेवको भक्तिसंयुधः त्वया वीरेण मत्पुत्रः पादितश्चम्पको बली इदानीं त्वां तु सम्बध्य गन्तास्मि नगरे मम यत्नात्तिष्ठकपीशेष सत्यमुक्तं मया स्मृतम् इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः उवाच धीरया वाण्या रणे वीरैकभूषिते हनुमानुवाच त्वं रामचरणस्मारी वयं रामस्य सेवकाः बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः कुरु वीरभवत्स्वान्तस्थितं सत्यं प्रतिश्रुतं रामं स्मरन् वै दुःखान्तं यादि वेदा वदन्त्यदः शेष उवाच इति ब्रुवन्तं सुरथप्रशस्य पवनात्मजं विव्याधबाणैर्बहुभिषिदैः शाणेन दारुणैः तान्मुक्तान् गणय्याध बाणाञ्छोणितपादिनः करे जग्राह कोदण्डं सज्यं शरसमन्वितं गृहीत्वा कारयोच्छापं बभं च कुपितकपिः चीत्कुर्वं स्त्रासयन्वीरान्नखैर्दीर्णान् सृजन् भटान् तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुधम् अपरं धनुरादत्त महद्गुणविशोभितं तच्चापि जगृहे रोषात् कपिश्चापं बभञ्च तद अन्यच्चापं समादत्त तद्बभञ्च महाबलः तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यधनुरुपाददद सोऽपि चापं बभं चाशु महावेगसमन्वितः एवं राज्ञस्तु चापानामशीतिर्विदलीकृता क्षणे क्षणे महारोषात् कुर्वन्नादानने कथा तदात्यन्तं प्रकुपितशक्रिमुग्रामथा ददे शक्र्यासताडितो वीरपपादक्षणमुत्सुकः उद्धाय स्यन्दनं राज्ञो जग्राह कुपिदो भृशम् उड्डिनस्तं गृहीत्वा तु समुद्रमदिवेगदः तमुड्डीनं समालक्ष्य सुरथः परवीरः ताडयामास परिखैर्हृदि मारुदिमुद्यतम् मुक्तस्ते नरथो दूराचूर्णीभूतो भवत्क्षणाद् सोऽन्यरथं समारुह्य ययौ वेगात् समीरजम् हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनाङ्गणे हयसारथिसंयुक्तं बभं च सपताकिनम् अन्यं रथं समास्थाय ययौ राजा महाबलः बभञ्च तं रथं वेगान् मारुधिः कुपिदाङ्ककः भग्नं तं स्यन्दनं वीक्ष्य सुरधोऽन्य समाश्रितः भग्नः स तेन सहसा हयसारथिसंयुधः एव मेकोन पञ्चाशद्रथा भग्ना हनूमदा तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः कुपितः प्राह कीशेन्द्रं धन्योऽसि पवनात्मज पराक्रमन्निदं कर्म न कर्ता न करिष्यति क्षणमेकं प्रदीक्षस्व यावत् सत्यं धनुस्त्वहं करोमि पवनोद्भूत रामपादाब्जषट्पद इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः अस्त्रं पाशुपतं नाम सन्दधे शर उल्बणे तदोभूताश्च वेतालाः पिशाच योगिनीमुखाः प्रादुर्बभूवुः सहसा भीषयं तः समीरजम् कपिः पाशुपदैरस्त्रायैर्बद्धो लोकैरभीक्षितः आहेदिज वदन्त्येदे यावत्तावत् समीरजः स्मृत्वा रामं स्वमनसात् त्रोडयामास तत्क्षणाद् स मुक्तगात्रसहसा युयुधे सुरथं नृपं तं मुक्तगात्रं संवीक्ष्य सुरथ परमास्त्रविद महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे मारुतिर्ब्राह्ममस्त्रं तु निजगालहसन्बलि तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मारभूमिपः स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने सन्धाय तं जगादेदं बद्धोऽसि कपिपुङ्गव श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणाङ्गणे राज्ञां रामास्त्रदो वीरो हनुमान् रामसेवकः उवाजभूवं हनुमान् किं करोमि महीभुज मत्स्वाम्यस्त्रेण सम्बद्धो नान्येन प्राकृतेन वै तन्मानयामि भूपालनयस्वस्वपुरं प्रति मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ तं पुष्कलं समायातं विव्याध वसुभिः शरैः अनेकबाणसाहस्रायैर्निजखान नृपं बली राज्ञानेके शरास्तस्य छिन्ना प्रधनमण्डले एवं समरसंक्रुद्धे सुरथे पुष्कले तथा बाणैर्व्याप्तं जगत्सर्वं स्तास्नु भूयश्चरिष्णु च तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः मानवानां तु का वार्ता क्षणात्रासं समीयुषाम् अस्त्रप्रत्यस्त्रविगमायैर्महामन्त्रपरिस्तुतैः बभूव तुमुलं युद्धं वीराणां रोमहर्षणं तदा प्रकुपितो राजा नाराजं तु समाददे छिन्नः स दुःक्रुद्धा मुक्तैर्वत्सदन्तैः सभारतैः छिन्ने तस्मिन् चरे राजा कोपादन्यं समाददे छिनत्ति यावत् स शरं तावल्लग्नो हृदिक्षदः मूर्च्छां प्राप महातेजा पुष्कलो महदद्भुतं युद्धं विधाय सुमहद्राज्ञा सह महामतिः पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः सुरथं प्रति संक्रुद्धो जगामस्यन्दनस्थितः उवाच सुरथं भुवं रामभ्राता महाबलः त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः पातिता प्रथने घोरे महाबलपराक्रमाः इदानीं तिष्ठमद्वीरान् पादयित्वा रणाङ्गणे कुत्र यास्यसि भूमीश सहस्व मम सायकान् युद्धमाश्रित्य वीरस्य भाषितं सुरथो बली जगाद रामपादाब्जं दधच्छेदसि शोभनं मया ते पादिता सख्ये वीरा मारुतजोन्मुखाः इदानीं पादयिष्यामि त्वामपि प्रधनाङ्गणे स्मरस्व रामं यो वीरस्वमागत्य प्ररक्षति अन्यथा जीवितं नास्ति मत्पुरशत्रुतापन इत्युक्त्वा बाणसाहस्रैस्तं जखान महीपतिः शत्रुघ्नं शरसंखाद पञ्जरे न्यदधात्परं शत्रुघ्नशरसंखादं मुञ्चन्तं वह्निदैवतम् अस्त्रं मुमोच दाहार्थं शरणां नदपर्वणाम् तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान् वारुणास्त्रेण शमयन्विव्याध शरकोडिभिः तदा तद्योगिनी दत्तमस्त्रं धनुषि सन्दधे मोहनं सर्ववीराणां निद्रा प्रापकमद्भुतं तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिं स्मरन् जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः मोहितस्य मम श्रीमद्रामस्य स्मरणेनः नान्यन्मोहनमाभादि ममापि भयदापदम् युक्तवदि वीरेदु मुमोचस महास्त्रकं तेन बाणेन संच्छिन्नं पपादरणमण्डले तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे अत्यन्तं विस्मयं प्राप्य बाणं धनुषि सन्दधे लवणो येन निहदो महासुरविमर्दनः तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभं तं वीक्ष्य राजा प्रोवाच बाणोऽयमसदां हृदि लगदे रामभक्तस्य सम्मुखेऽपि न भात्यसौ इत्येवं भाषमाणं तु बाणेनानेन शत्रुः विव्याधहृदये क्षिप्रं वह्निज्वालासमप्रभं तेन बाणेन दुःखार्थो महापीडासमन्वितः रथोपस्थेक्षणमूर्च्छामवाप परतापनः सक्षणात्तां यथां तीर्त्वा जगाद रिपुमग्रदः सहस्वैकं प्रकारं मे कुत्र यासि ममाग्रथः एवमुक्त्वा महासङ्ख्ये बाणमाधत्त सायके ज्वालामालापरीताङ्गं स्वर्णपुङ्खसमन्वितम् सबाणो धनुषो मुक्तशत्रुघ्नेन पथिस्थितः छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत तेन बाणेन सम्मूर्च्य पपादस्यन्दनोपरि ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवद सुरथो जयमापेदे सङ्ग्रामे रामसेवकः दशवीरा दशसुतायमूर्छिताः पतिता क्वचिद इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथविजयो नाम द्विपञ्चाशत्तमोऽध्यायः ॐ